अस्तु, अद्यतनविषये अस्ति शतरन्तरूपाणि. अस्मिन् विषये अस्माकं सर्वेषां निपुणता सञ्जाता इति कृत्वा प्रायः अन्तिमदिनमस्ति अस्य विषयस्य. तर्हि षट्षष्ट्यधिकशततमेपुटे षष्ठः अभ्यासः इति तत्र उद्घाटयन्ति सर्वे पुस्तकं. तत् ततः अग्रे अग्रे गच्छेम. प्रथमवाक्यं अभिनवमहोदय पठति वा? महोदय अस्ति? आं महोदय. योगी आत्मानं सुखमनुमश्नुते. हा, योगी आत्मानं रिक्तस्थानम् अनन्तरं सुखमाश्नुते. अत्र केचन शब्दाः सन्ति. अत्र वस्तुतः गृहपाठः आसीत्. अत्र एषु शब्देषु कः शब्दः उचितः महोदय? एकनिमिषं. युञ्जन् योगी आत्मानं युञ्जन् सुखमश्नुते. हा, योगी आत्मानं युञ्जन् सुखम् अश्नुते. अत्र अश्नुते इत्युक्ते प्राप्नोति, सुखं प्राप्नोति. आत्मानम् इत्युक्ते स्वस्य कृते. किं स्वस्य कृते? हा, अथवा स्वयं तदर्थः. अस्तु, समीचीनमस्ति. द्वितीयवाक्यं तर्हि अत्र सुनिधि भगिनि. यतयः यत् पदं ब्रह्मचर्यं चरन्ति तदहं पदक्षे. समीचीनम् अर्थः न जानामि. कस्य किं वाक्यस्य अर्थः वा? अत्र यतयः इति बहुवचनान्तपदमस्ति. यतयः, तस्य एकवचनान्तरूपं किं स्यात्? यतयः यतिः. हा, यतिः, यतः यति मुनिः, मुनयः, मुनिः, यतयः, यतिः. यथा ऋषिः, तादृश अर्थः अस्ति यतिः. नाम यः प्रयत्नं, यत् इति प्रयत्नः यः शब्दः अस्ति, प्रयत्नः, स च शब्दः यत् धातोः अस्ति. तादृश अर्थः अस्ति ऋषिः इति. तादृशः अर्थः वस्तुतः यतयः यत् पदम् इच्छन् अत्र पदं नाम तत्र स्थितिः. पदमित्युक्ते स्थितिः. उच्चस्थितिः. उच्चस्थितिः, स्थितिं, तृतीयविभक्त्यन्तं. ब्रह्मचर्यं, ब्रह्मचर्यं चरन्ति तदहं प्रवक्ष्ये. वक्ष्ये इत्युक्ते वदिष्यामि. तदहं वदिष्यामि. ब्रह्मचर्य इति कश्चन सिद्धान्तः, कश्चन अभ्यासः. ब्रह्मचर्य इत्युक्ते यत्र कुत्रापि पश्यामि तत्र सर्वत्र ब्रह्म एव पश्यामि. पुस्तकं पश्यन्नपि तत् पुस्तकं ब्रह्म एव अस्ति इति चिन्तयन् व्यवहरामि. तत्र मित्रं पश्यन् अथवा पत्नीं पश्यन् अथवा यः कोऽपि अस्ति, यत्किमपि अस्ति विश्वे, तत्सर्वं ब्रह्म एव इति कृत्वा ब्रह्मचर्यं ब्रह्मचर्यमिति चिन्तनस्य शैली. यद्यपि नेत्राभ्यां पुस्तकम् उत्पीठिकां दूरवाणीम् इत्यादिकं वयं पश्यामः, तथापि वस्तुस्थितिः का इति चेत् तत्र ब्रह्मचर्यं वदति यत् एतत् सर्वं ब्रह्म एव अस्ति. तर्हि यत् पदं, यत् उच्चपदम् उच्चपदस्य प्राप्त्यर्थं ब्रह्मचर्यं चरन्ति नाम तत्र अभ्यासं कुर्वन्ति, तदहं नाम कृष्णः वदति वदिष्यामि. तर्हि यथा उपरि योगी आत्मानं युञ्जन् सुखम् अश्नुते इति, युञ्जन् इति शत्रन्तपदमासीत् युज् धातोः युञ्जन् इति युदादिगणे अस्ति इति कारणतः तत्र किञ्चित् भिन्नमस्ति, तत्र नकारः मध्ये आगच्छति. अस्तु, तर्हि अत्र सुनिधि भगिनी किञ्चित् अवगच्छति वा? आम् अवगच्छामि. तर्हि प्रश्नः अस्ति वा? नास्ति. अस्तु. तर्हि अयं शब्दः कः अस्ति? पदं, यत् पदम् इच्छन्तः. अस्तु, समीचीनमस्ति. आहत्य वाक्यं वदतु. यतयः यत् पदम् इच्छन्तः धर्मचर्यं चरन्ति तदहं रक्षते प्रवक्षते प्रवक्ष्ये. अत्र यत् तत् इति अस्ति, यत् तत् अस्ति, यत् इति किं तत् इति, यत् तत् इत्युक्ते यत् तत् जानाति खलु, तत्र यत् इत्युक्ते किम् अत्र? Yet see the one which nama tatra asmin vakye yat itukte kim ha yat iti the one which iti satyam satyam kintu atra asmin vakye पदम् इत्यस्य का विभक्तिः? द्वितीया विभक्तिः. अत्र कस्य तत्र द्वितीय इत्यनेन कर्मपदं खलु, कस्य कर्मपदम् अस्ति? यतयः इति न, अत्र कर्मपदं भवति क्रियापदस्य सामान्यतया. यथा अहं पाठशालां गच्छामि, अत्र पाठशालाम् इति कर्मपदमस्ति. कस्य कर्मपदम्? गच्छामि इत्यस्य. एवमेव अत्र पदम् इति कर्मपदं कस्य? इच्छन्तः इत्यस्य. बहु समीचीनमस्ति. इच्छन्तः इति यद्यपि कर्म क्रियापदं नास्ति, किन्तु तत्र क्रिया व्यक्तीक्रियते अनेन तत्र शत्रन्तपदं, तुमुनन्तपदं, क्त्वान्तपदं, एषु एषु स्थलेषु कर्मफलं भवति भवितुमर्हति यत्र सकर्मकधातुः अस्ति, यद्यपि तिङन्तपदं नाम क्रियापदं न स्यात्, क्रिया अस्ति. इच्छा इच्छन्ति नाम इच्छां करोति इति अर्थः इच्छन्तः, तद् यत् पदम् इच्छन्तः नाम यतयः उच्चपदस्य प्राप्त्यर्थं ब्रह्मचर्यं कुर्वन्ति अनुचरन्ति, तदहं नाम यत् पदम् इत्युक्ते अत्र आनन्दः, तत्र आनन्दः तत्र उच्चपदम् इति तत्र समाधिः, यत् उच्चपदं तत्र उच्चपदम् इत्युक्ते किं, यत्र ब्रह्म अपि च पुरुष नाम मनुष्यः तत्र एकं तत्र ऐक्यं भवति, ऐक्यं द्वयोः ऐक्यं यत्र भवति तत्र आनन्दः समाधिः इति इत्यादिकं तत्र वदामः. यत् तादृशं पदम् इच्छन्तः ब्रह्मचर्यं कुर्वन्ति आचरयन्ति, तदहं कृष्णः वदिष्यामि, तस्य प्रसङ्गे वदिष्यामि. अस्तु, अग्रे गच्छेम तर्हि. अजयमहोदय अग्रे. यः यावं भावं स्मरन् पुनः वदतु, यः यः यं भावं स्मरन् कलेवरं त्यजति सः तमेव इति. इत्युक्ते कलेवरम् इत्युक्ते जानाति वा? हरि ओम्. अत्र केवलं पुस्तकस्य अन्तिमपुटे यत् लिखितमस्ति तद् अत्र स्थापयति, अनेन अस्माकं न कोऽपि लाभः खलु. तत्र वाक्यस्य अर्थः कः, तदाधारेण एव अस्माकं लाभः भविष्यति. अत्र का अर्थः इति नरेशमहोदय साहाय्यं करोति वा? तमेव सः एव सः द्वितीयविभक्ति तम् एव यः यं भावं स्मरन् क्लेवरं त्यजति सः तमेव इति. क्लेवरम् अहं न जानामि. क्लेवरं त्यजति शरीरं ओ यं भावं स्मरन् यं भावं स्मरति शरीरं त्यज तमेव इति पूर्णतया न जानामि. सञ्जीवमहोदय किञ्चित् सहायं करोति वा? महोदय, यः यं भावं धारयन् कलेवरं त्यजति सः तमेव याति. इत्युक्ते यः मरणसमये मनसि कोऽपि भावः अस्ति, कश्चित् भावः अस्ति, तदेव मरणानन्तरं शरीरं त्यक्त्वा तदेव भवति अथवा तत् समानमेव भवति इति. यथा उदाहरणार्थं यदि मरणसमये उत्तमविचारः अस्ति, तत् उत्तममनुष्यः भवति जन्मान्तरे नीचविचारः अस्ति, नीच मनुष्य अथवा नीचयोनिः प्राप्यते. हा इति यस्य स्थितिः अस्ति. अत्र वयं सर्वे जानीमः यत् तत्र पुनर्जन्म भवति खलु, तत्र अस्मिन् विषये मृत्युकाले भवति, तत्र केवलं जीवनस्य अन्तः इति तावदेव अस्ति इति नास्ति. तर्हि मृत्युकालस्य अनन्तरं कीदृशी स्थितिप्राप्तिः अस्माकं भविष्यति इति अस्य निर्णयार्थं, ज्ञानार्थम् अत्र अयं कश्चन सिद्धान्तः अस्ति खलु. सिद्धान्तः मृत्युकाले मनसि यः भावः अस्ति तदनुसृत्य शरीरं त्यक्त्वा इत्युक्ते मृत्युकाले तत्र यः तत्र मनसि यः भावः अस्ति तदनुसृत्य मनसः कीदृशगुणः नाम स्थितिः, यस्य मनसः उच्चचिन्तनमस्ति, समीचीनचिन्तनमस्ति, तदाधारेण मनः सिद्धं भवति अग्रे गमनार्थम्. अपि च यस्य मनसः तत्र चिन्तनं बहु असमीचीनमस्ति, मलिनमस्ति, तदर्थं तत्र पृष्ठभागे गमिष्यति, अग्रे न गन्तुं शक्ष्यति, प्रगतदिशि तत्र गमनं तत्र गन्तुं न शक्ष्यति इति कृत्वा एवं एतादृशं वाक्यं भवति. यः नाम यः कोऽपि यं भावं स्मरन् चिन्तयन् शरीरं त्यजति सः पुरुषः, सः मनुष्यः तमेव नाम तामेव स्थितिम् एति नाम प्राप्नोति, गच्छति. एति इति ईदातु अस्ति अदादिगणे. अन्य कोऽपि आगतो वा तदभ्यन्तरे? अस्तु अग्रे गच्छेम तर्हि. इदानीं शिल्पा भगिनी अग्रे पठति वा? रत्नेश महोदय. रत्नेश महोदय स्वागतम्. अग्रे शिल्पा भगिनी. अहं न अवगच्छामि. अस्तु अहं प्रयत्नं करोमि. परस्परं श्रेयः परं अवाप्स्यत् अहं न अवगच्छामि. अत्र वस्तुतः अत्र गीतां दृष्ट्वा एव अवगन्तुं शक्ष्यामः. अत्र सन्दर्भः द्रष्टव्यः, सन्दर्भः नाम इयं पङ्क्तिः तत्र श्लोकस्य कश्चन भागः अस्ति. अत्र रत्नेश महोदय, तत्र महोदय जानाति वा वयं कुत्र? अहं पुस्तकं उद्घाटयामि महोदय. किं पुस्तकं किं पृष्ठे महोदय? पुस्तके षट्षष्ट्यधिकशततमपुटे अस्ति. अस्तु सुब्रह्मण्य महोदय, किञ्चित् साहाय्यं करोति वा अत्र? अत्र परस्परं भावयन्तः त्रेयः परमवाप्स्यथ. अत्र भावयन्तः इति योजयामः रिक्तस्थाने महोदय. वाक्यस्य अर्थः? अत्र श्रेयः इत्युक्ते वृद्धिः, यथा उपरि गमनम् इति, परम् अवाप्स्यत अत्र बहुवचने अस्ति. आप्नोति, आप्स्यति, तस्य मध्यमपुरुष बहुवचने अवाप्स्यत इत्युक्ते उत्तम अथवा वृद्धिः प्राप्नुवन्ति इति परस्परं भावयन्तः. अत्र किञ्चित् श्लोकस्य अन्तिमवाक्यमस्ति महोदय. अत्र यदि भावयन्तः इत्युक्ते आदरं कुर्वन्तः, परस्परम् आदरं कुर्वन्तः तथा श्रेयः प्राप्नुवन्तः इति तस्य अर्थः महोदय. के प्राप्नुवन्तः? मनुष्यः प्राप्नुवन्तः, ये परस्परं भावयन्तः ते श्रेयः प्राप्नुवन्तः. न किन्तु परस्परम् इत्युक्ते तत्र सत्ताद्वयमस्ति खलु परस्परं. यत्र परस्परं केवलम् एकपक्षः न, तत्र पक्षद्वयमस्ति. एकपक्षः न, अत्र परस्परम् अत्र देवान् मनुष्यः देवान् आदरं करोति, तदर्थमत्र मनुष्यः अपि वृद्धिं प्राप्नोति, देवाः अपि वृद्धिं प्राप्नुवन्ति. हा, समीचीनम् इति एतादृश अर्थः अस्ति इति परस्परं. हा, समीचीनमस्ति, तादृशमस्ति. लक्ष्मीभगिनी अग्रे. ईश्वरः यन्त्रारूढानि सर्वभूतानि हृद्देशे तिष्ठति. ईश्वरः यन्त्रारूढानि सर्वभूतानि भ्रामयन् हृद्देशे तिष्ठति इति भवति महोदय. अर्थः कः? ईश्वरः ईश्वरः सर्वभूतेषु तिष्ठति. सर्वभूतान्यपि यन्त्रारूढानि इत्युक्ते यन्त्रस्य आरूढः, यथा अश्वारूढः, रथारूढः, तथा यन्त्रारूढः अपि आरूढः. आरोहति अथवा अधिरोहति इति चिन्तयामि. भूतेषु भूतानां हृदये तिष्ठति. भ्रामयन् इत्युक्ते यन्त्रचालनं भ्रामयति. अत्र यथा सर्वत्र तावता, नाम यत्र शत्रन्तपदमस्ति खलु सर्वत्र, सर्वेषु वाक्येषु किञ्चन शत्रन्तपदमस्ति, तस्य फलं किम् इति कृत्वा वस्तुतः एषु वाक्येषु सर्वेषु वाक्यद्वयम् अन्तर्भूतमस्ति. वाक्यद्वयम् इत्यस्य अन्तर्भावार्थं तत्र शत्रन्तपदस्य उपयोगः कृतः. नाम अत्र यत्किमपि द्वितीयं वाक्यं पश्येम, यतयः यत् पदम् इच्छन्तः ब्रह्मचर्यं चरन्ति तदहं प्रवक्ष्ये. यतयः ब्रह्मचर्यं चरन्ति इति एकं वाक्यमस्ति, यतयः पदम् इच्छन्ति. अनयोः प्रसङ्गे कृष्णः वक्ष्यति इति तत्र इति अर्थः अस्ति, वक्ष्यते इति अस्ति. तर्हि अत्र द्वितीयं वाक्यं, यः यं भावं स्मरन् कलेवरं त्यजति, तत्र सः तमेव एति. अत्रापि वाक्यद्वयमस्ति, तत्र किञ्चन कञ्चन भावं स्मरन् शरीरं त्यजति इति एकं वाक्यमस्ति, अनन्तरं सः तमेव एति. तदेव रीत्या अत्र किमस्ति, एकं वाक्यं किं वदतु? अत्र एकं वाक्यमस्ति, ईश्वरः हृद्देशे तिष्ठति. हृदेशे इत्युक्ते हृदयदेशे, हृद्देशे सप्तमी महोदय. हा, हृदः देशे इति, हृदयस्य देशे, हृद्देशे इति अस्ति, नाम हृदये इति अर्थः. ईश्वरः हृदये तिष्ठति इति एकं वाक्यं. द्वितीयं वाक्यं सर्वभूतानि यन्त्रारूढानि सर्वभूतानि ईश्वरः भ्रामयति. समीचीनमस्ति. अस्मिन् वाक्ये कर्तृपदं किम्? ईश्वरः. कर्मपदं? सर्वभूतानि. अत्र भ्रामयति इत्युक्ते अत्र अणिजन्तपदमस्ति, प्रेरणार्थे अणिच्, प्रेरणार्थे अणिच् अस्ति, नाम भ्रमति भ्रामयति, यतः पठति पाठयति. नाम भ्रमति इति इतस्ततः गमनमिति अर्थः खलु, भ्रमति इतस्ततः गमनम् अथवा भ्रमणं करोमि. अहं इङ्ग्लेण्ड् देशं गत्वा भ्रमणं करोमि, यत्र प्रवासं करोमि, प्रवासं कृत्वा इतस्ततः गच्छामि, तत्र भ्रमति भ्रमामि इति अर्थः. तर्हि अत्र न भ्रमति अथवा अपि तु भ्रामयति, नाम ईश्वरः जीवं भ्रामयति. कुत्र? सृष्टिचक्रे, सृष्टिचक्रे भ्रामयति ईश्वरः यन्त्रारूढानि सर्वभूतानि. नाम यन्त्रं नाम वयं सर्वे तस्य वशे, ईश्वरस्य वशे स्मः इति कृत्वा यन्त्रारूढानि सर्वभूतानि जीवानि सृष्टिचक्रे ईश्वरः भ्रामयति. नाम ईश्वरस्य लीला एतत् सर्वं हृदेशे तिष्ठति. नाम अत्र समकाले एकस्मिन्नेव काले कार्यद्वयमस्ति. कार्यद्वयं किं? भ्रामयति, हृदये अपि तिष्ठति. बहु समीचीनमस्ति, तादृशं वाक्यमस्ति. अस्तु, अग्रे सन्ध्या भगिनी अग्रे वदति वा? अहं पठामि परन्तु अर्थः न जानामि. अस्तु अस्तु अस्तु अस्तु. मूढाः मूढाः भगवतः परं भावं मानुषीन् तनुम् आश्रितम् जानन्ति. अस्तु, समीचीनमस्ति. अत्र रत्नेशमहोदय साहाय्यं करोति वा? आं महोदय. अत्र वाक्यस्य अर्थः कः? वाक्यस्य अर्थः इति, मूढाः भगवतः परं भावं न जानन्ति, तं मानुषी तनुम् आश्रित एव अवजानन्ति. अवजानन्ति इत्युक्ते? अवजानन्ति इति अर्थे जानन्ति अवजानन्ति जानन्ति इति समानार्थकपदं तत्र नास्ति अव उपसर्गपूर्वकः ज्ञानातुः अवजानन्ति तत्र सन्दीपमहोदय कार्तः अवजानन्ति इत्युक्ते विपरीतज्ञानं भवति पुनः वदतु यत् पूर्णवाक्यं अवजानन्ति विपरीतज्ञानं भवति विपरीतज्ञानम् इति वक्तुं शक्नुमः समीचीनं नाम सम्यक् ज्ञानं नास्ति अत्र यत् अस्ति तत् अनवगत्य असमीचीनरीत्या चिन्तनं दोषपूर्णज्ञानं भवति दोषपूर्णज्ञानं सत्यं सन्ध्या भगिनी पश्यतु मूढशब्दं जानाति खलु सन्ध्या भगिनी मूर्खः मूर्खाः भगवतः परं भावं नाम उच्चस्थितिः तत्र वास्तविकस्थितिः भगवतः या स्थितिः अस्ति तां स्थितिम् अजानन्तः के अजानन्तः सन्ध्या भगिनी के अजानन्तः मूढाः तत्र कम् अजानन्तः भगवतः परं भावम् अजानन्तः मूढाः के इति कृत्वा मूढाः कम् इति कृत्वा भगवतः परं भावं भगवतः परं भावम् अजानन्तः इत्यस्य वचनं किं बहुवचनं किमर्थं बहुवचने अस्ति मूढाः अपि बहुवचनं नाम भगवान् कः इति अजानन् अथवा अजानन्तः ते के मूढाः मम भगवान् कः इति न जानन्ति न अवगच्छन्ति इति कारणतः तत्र मानुषीं तनुं नाम यत्र भगवान् पृथिव्याम् आगच्छति तत्र पृथिवीम् आगच्छति तत्र मनुष्यस्य रूपं स्वीकृत्य आगच्छति खलु यथा श्रीकृष्णः एकस्मिन् काले अत्र आसीत् मनुष्यस्य रूपे न वा सन्ध्या भगिनि अस्तु प्रायः तर्हि नाम मानुषीं तनुं आश्रितं तत्र नाम कृष्णः भगवान् कृष्णः मनुष्यरूपे पृथिवीम् आगतवान् तत् न अवगच्छन्ति विपरीतरीत्या नाम भवजनाः न अवगतवन्तः वस्तुस्थितिं तदर्थं सम्यक् रीत्या न चिन्तितवन्तः सम्यक् रीत्या न अवगतवन्तः न उक्तवन्तः इति कृत्वा मूढाः भगवतः परं भावम् अजानन्तः मानुषीं मनुष्यस्य रूपे शरीरम् आश्रितम् अवजानन्ति के मूढाः अस्तु अग्रे गच्छेम रत्नेशमहोदय अग्रे आं महोदय एते शुक्लकृष्णे गति जानन् योगी न मुह्यति अत्र अर्थः कः योगी एते शुक्लकृष्णे योगिनः शुक्लकृष्णे गति जानन्ति इत्यर्थं शुक्लकृष्णे कलेवरं त्यजनस्य अर्थं जानन्ति इत्यर्थं ते न मुह्यन्ति. न मुह्यन्ति इति इत्युक्ते मुह्यन्ति इति मोहं न भवति, भ्रमं न भवन्ति भवति. समीचीनमस्ति. अत्र अत्र अत्र गति इत्यस्य वचनं किं गति? गति इति एकवचनं महोदय. अत्र एकवचनं नास्ति, किन्तु एकवचने तादृशशब्दः भवति नाम दीर्घीकारान्तः. नदी नद्यौ नद्य महोदय. न, अत्र नदी इति दीर्घीकारान्त, अत्र गति इति दीर्घीकारान्तशब्दः नास्ति. अत्र प्रातिपदिकं किं मूलरूपं? गतिशब्दः यथा मुनिशब्दः किन्तु स्त्रियाम् अस्ति. रतिः रतय. हा, तर्हि अत्र वचनं किं? द्विवचनं महोदय. द्विवचनं, यतोहि अत्र द्वन्द्वसमासः अस्ति. शुक्लकृष्णे अग्रिमे पुस्तके वयं द्रक्ष्यामः, तत्र द्वन्द्वसमासः अस्ति. द्वन्द्वसमासस्य प्रकारद्वयं भवति. द्वन्द्वसमासस्य प्रकारद्वयम् अस्ति, इतरेतरद्वन्द्वः इति तत्र त्रिषु लिङ्गेषु भवति. अत्र अत्र यत् यः प्रकारकः द्वन्द्वसमासः अस्ति अत्र नित्यं नपुंसकलिङ्गे अस्ति. शुक्लकृष्णे इति नपुंसकलिङ्गे अस्ति. तदर्थं तत्तेतानि, एतत् एते एतानि इति सर्वनामपदं, सर्वनामपदं द्विवचने अस्ति नपुंसकलिङ्गे. एते इति तत्र शुक्लः कृष्णः, यद्यपि शुक्लः कृष्णः पुल्लिङ्गे स्युः किन्तु स्यातां, किन्तु अत्र शुक्लकृष्णे नपुंसकलिङ्गे अस्ति. तदर्थं सर्वनामफलमपि नपुंसकलिङ्गे द्विवचने. एतत् एते एतानि, एते शुक्लकृष्णे गति द्विवचने. जानन्, कः जानन्? योगी. योगी नाम योगिनः, भ्रमः न भवति नाम मार्गद्वयमस्ति, शुक्लमार्गः कृष्णमार्गः. एतत् सर्वम् अवगच्छन् योगिनः मनसि तत्र भ्रमः न भवति इति अर्थः. अन्य कोऽपि अस्ति वा यस्य नाम मम पार्श्वे नास्ति? सर्वेषां नाम मम पार्श्वे अस्ति इति. अस्तु, अग्रे अभिनवमहोदय, अग्रे. अभिनवमहोदय. आं महोदय, एकनिमिषम्. अग्रे. मनुष्यः अभ्यासयोगयुक्तेन चेतसा अनुचिन्तवन् परं दिव्यं पुरुषं याति. अत्र अतः कः? मनुष्यः अभ्यासयोगयुक्तेन चेतसा महोदय याति इति शब्दस्य अर्थः कः भवति? भविष्यति. याति, हा हा, याति इति गच्छति. गच्छति, हा, वस्तुतः तत्र गच्छति इति प्राप्त्यर्थे अस्ति. अभ्यासयोगस्य सहायेन मनुष्यः परं दिव्यं पदं प्राप्नोति इति अर्थः. समीचीनं. मनुष्यः अभ्यासयोगयुक्तेन नाम तस्य योगाभ्यासेन, योगाभ्यासेन नाम ध्यानम् आसनानि तत् सर्वं चेत् सा नाम मनसा तत्र तत्र मनसा तत्र अनुचिन्तयन् नाम निरन्तरं चिन्तयन् निरन्तरं चिन्तयन् उच्चचिन्तनं सर्व निरन्तरं कुर्वन् परं दिव्यं पुरुषं याति. अत्र पुरुषः पुरुषः इत्युक्ते मनुष्यः इति अर्थः वा? नास्ति, परं दिव्यं पुरुषः. अत्र पुरुषः कीदृश अर्थः अस्ति? अहं चिन्तयामि यत् परं दिव्यं पुरुषम् इति भगवान् अस्ति अत्र. हा किन्तु अत्र अत्र केवलं यथा कृष्ण मनुष्यस्य रूपे इति कृत्वा पुरुषः वा? नास्ति. तर्हि अत्र पुरुषस्य नितरां भिन्ना अर्थः अस्ति. पुरुषः यथा स्त्रीपुरुषः इति तादृश अत्र नितरां तादृशः नास्ति. महिलापुरुषः तदा तादृश अर्थः अस्ति. अत्र पुरुषः इत्युक्ते चेतना. हा पुरुषचेतना नाम सूक्ष्म सूक्ष्मदृष्ट्या यत् अस्ति नाम कान्शियस्नेस् इति अर्थः अस्ति पुरुषः. परं दिव्यं पुरुषं याति. अस्तु समीचीनमस्ति. अग्रे सन्धि महोदय तत्र अग्रे करोति वा महोदय? नवमं वाक्यं तत्त्वज्ञानी इन्द्रियाणि इन्द्रियार्थेषु वर्तन्ते इति धारयन् नैव किञ्चित् करोमि इति मन्यते. तत्त्वज्ञानी यः तत्त्वं जानाति सः योगी अथवा ज्ञानी. इन्द्रियाणि इन्द्रियार्थेषु वर्तन्ते इति कारयन् इन्द्रियार्थेषु इन्द्रियाणि वर्तन्ते कर्मादि क्रियाणि कर्तुमेव अस्माकम् इन्द्रियाणि अवयवानि वर्तन्ते विद्यन्ते इति धारयन् मनसि चिन्तयन् सम्यक्तया चिन्तयन् नैव किञ्चित् करोमि स्वयं किञ्चित् न करोमि सर्वं भगवता एव क्रियते अथवा इन्द्रियव्यापारः एव इति अनुस्मरन् अनुस्मरति तथा न किञ्चित् करोति इति मन्यते. हा हा हा हा बहु समीचीनमस्ति, बहु सम्यक् अस्ति. तथैव अस्ति नाम वयं अस्मिन् लोके वयं सर्वे क्रियां व्यवहरामः किन्तु तत्त्वज्ञानी नाम योगी किम् अवगच्छति यत् वस्तुस्थितिः का. अस्माकम् इन्द्रियाणि नाम हस्तः पादम् इत्यादिकं तत्र नेत्रम् एतत् सर्वं तत्र केवलं ग्राह्यार्थं ग्रहणार्थं व्यस्तः तिष्ठति. वस्तुतः तत्र एतत् वस्तुस्थितिम् अवगच्छन् अहं नैव किञ्चिदपि करोमि इति योगी यत् किमपि कुर्वन् व्यस्तः तिष्ठति सः तस्य मनसि तादृशबोधः अस्ति यत् वस्तुतः सर्वं ब्रह्म एव अहं किमपि न करोमि अहं केवलं यन्त्रम् इति अवगच्छन् लोके व्यवहारयति व्यवह्रियते. अस्तु इति अर्थः अस्ति. समीचीनमस्ति. कोऽपि प्रश्नः अग्रे गच्छेम वा? अस्तु अजय महोदय तत्र अग्रिमं करोति वा? आम् महोदय. निराशीः यत् चित्तात्मा शरीरं कर्म यत् चित्तात्मा शरीरं कर्म कुर्वन् अपि क्लिम्बिषं न आप्नोति. क्लिम्बिषम् इति न जानामि. किलम्बिषम् इति इत्युक्ते असमीचीनप्रक्रियाम् तत्र यत्किमपि कुर्मः तत्र अस्मिन् लोके यत्किमपि कुर्मः नाम क्रिया इत्यस्य प्रतिक्रिया भवति खलु. नाम अहं सम्यक् कार्यं करोमि चेत् तस्य फलमपि सम्यक् भविष्यति. असमीचीनं कार्यं करोमि चेत् तस्य फलमपि भविष्यति असमीचीनं खलु. यत् समीचीनं यत् समीचीनं फलं नाम फलं यत् समीचीनं नास्ति तदेव किलम्बिषं न लिप्यते इति न आप्नोति. तर्हि निराशीः इत्युक्ते निराशीः न तादृशं पश्यामश्चेत् तत्र अस्माकं बोधः न भविष्यति. अत्र सुब्रह्मण्य महोदय किञ्चित् सहायं करोति वा? निराशीः इत्युक्ते अत्र यस्मिन् अत्र निरासक्तः महोदय इत्युक्ते कर्म करोति परन्तु फलितम् इति दृष्टि न भवति सः निराशिः. हा हा सम्यक् सम्यक्. अजय महोदय अवगच्छति वा? सः किम् उक्तवान्? कर्म करोति फलितं न न सोचयति इति निराशी. फलं न इच्छति न चिन्तयति इति निराशीः. यत चेतात्मा यत अत्र यत इत्युक्ते किम्? निराशीः न यत इत्यस्य अर्थः कः? अस्तु सुब्रह्मण्य महोदय किञ्चित् अत्र अस्य वाक्यस्य अर्थः कः इति वदति वा? यत इत्युक्ते अत्र यतचित्तात्मा इत्युक्ते आत्मनि चिन्तनम् आत्मनि भूत्वा महोदय अत्र इत्युक्ते योगः योगः आत्मनि चिन्तनम् आत्मनि भवति. शरीरं तु कर्म करोति परन्तु तस्य चिन्तनं तु आत्मनि एव भवति. सः निराशीः यद्यपि सः कर्म करोति चिन्तनं फलितं कर्मफलितं तस्य चिन्तनं तु तथा न भवति फलितं दिशि न भवति. सः किमपि पापं न आप्नोति तस्य असमीचीनफलितं न प्राप्नोति. अत्र अत्र यतचिनेन प्रायः तत्र नियन्त्रित इति वक्तुं शक्नुयाम. तत्र नियन्त्रितचित आत्मा शरीरं कार्यं कुर्वन् अपि किलम्बिषं न प्राप्नोति इति अर्थः अस्ति. कः न प्राप्नोति यस्य मनसि फलस्य इच्छा नास्ति कार्यस्य कर्मणः. अस्तु, समीचीनमस्ति. नरेश महोदय अग्रे. ऋषिकेशः अर्जुनं रिक्तस्थान इव उवाच. ऋषिकेशः अर्जुनं प्रहसन् इव उवाच. प्रहसन् लैक् हसति. कृष्णः हसति एव. कृष्णः वदति, अर्जुनं वदति, कृष्णः अर्जुनं हसति वदति. सम्यक् सम्यक्. अर्जुनं प्रहसन् हसति. तत्र उवाचति लिट् लकारः अस्ति, वस्तुतः उक्तवान्. अस्तु, समीचीनमस्ति. कृष्णः ऋषिकेशः इति कृष्णः अर्जुनं प्रहसन् प्रहसति कुर्वन् प्रहसनं कुर्वन् तत्र प्रहसन् इव उवाच तत्र उक्तवान्. अस्तु, समीचीनमस्ति. महोदय, एकः प्रश्नः. प्रहसन् इत्यर्थं किं? प्र इति हसन् अहं जानामि, प्रहसन् इत्यर्थं किम्? तत्र वस्तुतः हस इति तादृशं हसति इति नासीत् खलु, तादृशं नास्ति. तत्र विशिष्टरूपेण प्रहसन् तत्र अत्र प्रहसन् इति तत्र केवलं स्मैलिङ्ग् इति तादृश अर्थः, न तु हसति ह ह ह इति. स्मिता इत्यर्थं परिहासं करोति. तत्र परिहासं परिहासः इति प्रायः तादृशं न स्यात्. अस्तु, किन्तु प्रकृष्टरूपेण हसनम् इति नाम सूक्ष्मरूपेण हसनमिति कृत्वा तत्र स्मरणम् इति तादृशम् अस्ति. अग्रे गच्छेम तर्हि. शुभभगिनी अग्रे. महोदय, किं मम एकः प्रश्नः अस्ति. उवाच पदं कथं निष्पन्नं भवति लट्लकाररूपम्? उवाच इत्युक्ते लिट् लिट् अत्र लट् इति न, लिट् लकारः लिट् अत्र अयं लकारः अस्माभिः न ज्ञातः. अग्रे किञ्चित् बहु अग्रे भविष्यति. अस्मिन् एषु चतुर्षु पुस्तकेषु न भवति लिट् लकारः. लिट् लिट् नाम तत्र भूतकाले यत् वयं न दृष्टवन्तः तादृशभूतकालः. उवाच इत्युक्ते उक्तवान्, किन्तु लेट् लकारः इति तत्र वयं न दृष्टवन्तः तादृशभूतकालः इति लेट् लकारः. तत्र द्वित्वमस्ति, यथा ज्योत्यादिकानि द्वित्वं भवति ददाति, अत्र उवाच इति द्वित्वं कथम् निष्पन्नम् इति इदानीं तत्र प्रगतवर्गे भविष्यति, अत्र न भविष्यति, समयः अपेक्षितः तदर्थं, किन्तु अर्थः तथा. धन्यवादः. अवदत् तादृश अर्थः अस्ति, बहुपूर्वं यदा वयं न दृष्टवन्तः तादृश अर्थः अस्ति. अस्तु, शुभभगिनी अग्रे. शुभभगिनी अस्ति. अस्तु, लक्ष्मीभगिनी भवती एव करोति. श्रुणोति वा? कृष्णं रिक्तस्थानं यः प्रयाति सः परमं गतिं याति. अवगच्छति वा? सम्यक्तया न अवगच्छामि. अहं चिन्तयामि सम्यक्तया न अवगच्छामि. अस्तु, अत्र कृष्णमिति अस्ति का विभक्तिः? द्वितीया. तर्हि कृष्णं स्मरन् यः, यः इति कः? यः यः यः प्रयाति. नाम यः कोऽपि कृष्णं स्मरन्, यः कोऽपि नाम यः कोऽपि कृष्णं स्मरन् प्रयाति, प्रकृष्टरूपेण याति, याति इति गच्छति. प्रयाति अत्र विशिष्ट अर्थः अस्ति. प्रयाति इत्युक्ते शरीरं त्यजति. नाम मृत्युकालः. यः शरीरं त्यक्त्वा कृष्णं स्मरति, नाम शरीरस्य त्यजनसमये, शरीरस्य त्यजनसमये यः कृष्णं स्मरति सः परमां गतिं याति, नाम आप्नोति. इदानीं कः अर्थः स्यात्? तर्हि यदा जनः मृत्यते तदा कृष्णस्य स्मरणं करोति चेत् तैः पुनः तस्य मुक्तः भवति, मुक्तिः मुक्तिः भवति, परमां गतिं प्राप्नोति इत्युक्ते मुक्तिः, मोक्षः इति स्थितिः अस्ति. अस्तु, बहु सम्यक् अस्ति. अग्रे गच्छेम. तर्हि इदानीम् अग्रे अग्रिमे पुटे यत् अस्ति तत् वयं कृतवन्तः. ततः अग्रे अष्टषष्टि अधिकशततमे पुटे तत्र सम्भाषणमस्ति. सम्भाषणं पठेम. अत्र सुचित्रा अस्ति. नरेशमहोदय तत्र आरम्भं कर्तुम् इच्छति वा? सुचित्रा अम्ब महति बुभुक्षा. सुचित्रा वदति, वदतु. सुचित्रा वदति मातां वदति अहं मातरं वदति अहं खादितुम् इच्छामि. खादितुम् इच्छामि. महती बुभुक्षा. खादितुम् इच्छामि. बहु खादितुम् इच्छामि. समीचीनमस्ति. अस्तु, अग्रिमं वाक्यं भवान् एव. माता बहिः मुखं क्षालयन्तं विनीतम् आह्वय अहं द्वयोः कृते भोजनं परिवेशयामि. माता वदति बहिः गच्छतु, मुखं क्षालयतु, विनीतं. न न मुखं क्षालयतु इति अर्थः नास्ति अत्र. मुखं क्षालयन्तं विनीतम् आह्वय प्रार्थना प्रार्थना करोतु. आ, हा किञ्चित् इतोपि वक्तव्यमस्ति अत्र. अस्तु, सुब्रह्मण्यमहोदय तत्र किञ्चित् सहायं करोति वा? अत्र बहिः मुखं क्षालयन्तं विनीतम् आह्वय. माता वदति सुचित्रां प्रति विनीतम् आह्वय इति. विनीतः इदानीं विनीतम् आह्वय इति. विनीतः इदानीं अत्र मुखं प्रक्षालयति तस्मिन्नेव समये तम् आह्वय इति युगपत्. अत्र यदा माता वदति तस्मिन्नेव समये प्रायः विनीतः तस्य मुखं क्षालयति. अत्र अत्र क्षालयन्तमिति शिखामि भगिनि. क्षालयन्तम् इति द्वितीया विभक्ति विनीतं द्वितीया विभक्ति अस्ति महोदय. कस्यचित् विशेषणमस्ति वा अत्र? विनीतं इति अस्य क्षालयन्तं विनीतं पुनः मुखं क्षालयन्तं विनीतम्. अत्र विनीतम् इति विशेष्यपदमस्ति. तस्य विशेषणं क्षालयन्तं, मुखमपि तस्य विशेषणमेव. मुखं कस्य विशेषणं? मुखं क्षालयन्तं विनीतं. मुखं कस्य विशेषणम्? अत्र मुखम् अपि विनीतं तस्य एव खलु महोदय विशेषणं? मुखं न न महोदय, तत् तत्तु कर्मपदमेव. अत्र विनी अत्र मुखम् इति कर्मपदमस्ति खलु महोदय. विनीतः मुखं क्षालयति तम् आह्वय. सम्यक् सम्यक्. तर्हि कस्य कर्मपदमस्ति तर्हि? अत्र मुखम् इति क्षालयन्तम् इत्यस्य कर्मपदमस्ति महोदय अत्र. यथा अस्माभिः उक्तं यत् तुमुनन्तपदं क्त्वान्तपदं शत्रन्तपदम् एषां कर्मपदत्वं एषां कर्मपदं भवति यद्यपि तिङन्तपदं नासन्ति. अस्तु, बहिः मुखं क्षालयन्तं विनीतम् आहूय. अत्र नरेशमहोदय अवगच्छति खलु क्षालयन् विनीतः? विनीतः विनीतः मुखं क्षालयति आह्वयतु तम् आह्वयतु. तम् तम् आह्वयतु. अहं द्वयोः अत्र एकवारं वदतु. अत्र तत्र क्षालयन् विनीतः इति प्रथमा विभक्तिः एकवचने. तत्र कथं रूपाणि भवेयुः? अग्रे द्विवचने, बहुवचने, द्वितीयविभक्तौ, नाम क्षालयन् विनीतः. तत्र द्विवचने प्रथमा विभक्तौ किमस्ति? द्विवचने द्विवचने द्वे नाम विनीतशब्दस्य द्विवचनान्तरूपं किम्? द्विवचने विनीतौ. विनीतौ अपि च क्षालयन् प्रक्षालयन्तौ क्षालयन्तौ. तर्हि क्षालयन् विनीतः, क्षालयन्तौ विनीतौ, बहुवचने. क्षालयन्तौ क्षालयन्तं क्षालयन्तः विनीताः. हा क्षालयन्तः विनीताः. इदानीं द्वितीयविभक्ति एकवचने क्षालयन्तौ विनीतौ. द्वितीयविभक्ति क्षालयन्तं द्वितीयविभक्तिः एकवचने क्षालयन्तं विनीतम्. समीचीनम्. इदानीं द्वितीयविभक्तौ द्विवचने क्षालयन्तौ विनीतौ. अपि च अन्ततः बहुवचने क्षालयन्तं विनीतान् क्षालयन्तां विनीतान्. न न न न तत्र किञ्चित् भिन्नं भवति खलु. तत्र बहुवचने द्वितीयविभक्तौ किमस्ति? सञ्जीवमहोदय सहायं करोति वा? अहं वदामि सुनिधि. अस्तु सुनिधि भगिनि वदतु. क्षालयतः क्षालयतः विनीतान्. अस्तु अग्रे अस्तु सुनिधि भगिनि अग्रे पठतु कृपया. अहम् अम्ब विनीतः अम्ब अहं तस्मात् पूर्वं माता तृतीयं वाक्यम् अहं माता अहं द्वयोः कृते भोजनं परिवेषयामि. तस्य अर्थः कः? माता विनीतः च सुचित्रा. हा हा द्वयोः कृते भोजनं परिवेषयामि. परिवेषयामि नाम ददामि. हा ददामि. बहु समीचीनम्. अस्तु अग्रे भगिनि सुनिधि भगिनि अग्रे विनीतः विनीतः अम्ब अहं शीघ्रमेव आगच्छन् अस्मि. आगच्छन् अस्मि इत्युक्ते आम् आगच्छति आगच्छामि आगच्छामि. अयमेव प्रयोगः यः प्रशिष्टः प्रायः नास्ति, नाम सूत्रेण न विधीयते, किन्तु लोके श्रूयते आगच्छन् अस्मि आगच्छामि इति अर्थः. अस्तु समीचीनमस्ति. अग्रे महोदय अत्र स्त्रीलिङ्ग किमर्थं नास्ति? विनीतः वदति खलु. आम् अहं चिन्तयामि सुचित्रा. धन्यवादः. अस्तु अजय महोदय अग्रे. माता तव पिता इतोपि न आगतः, सः अपि विलम्बं कुर्वन् अस्ति. सः तव पिता अपि न आगतः विलम्बः. सः अपि विलम्बेन आगच्छति इति विलम्बेन आगच्छति. अस्तु समीचीनमस्ति. अग्रे शिल्पा भगिनी अग्रे. अस्तु सन्ध्या भगिनी पठतु कृपया. सन्ध्या भगिनी सुचित्रा प्रभाते प्राङ्गणे पाठं लिखन्ती अहं तं त्वरया गच्छन्तं दृष्टवती. अद्य कश्चित् विशेषः अस्ति किम्? प्रभाते प्राङ्गणे, प्राङ्गणे नाम बहिः, नाम गृहस्य गृहात् बहिः किञ्चित् यः यत् स्थानमस्ति तत्र प्राङ्गणमिति उच्यते. प्राङ्गणे पाठं लिखन्ति अहम्. अहमिति कः? पाठं लिखन्ति अहं. तम् इति कः? कम्? तं कम्? विनीतः, विनीतः न, ओ क्षम्यताम्, पिता. हा, पितरं. तम् इति पितरं. पिता, पितरौ, पितरः, पितरम्. अस्तु, सन्ध्या भगिनी अग्रे. तं पितरं त्वरया त्वं, ओ तं त्वरया गच्छन्तं दृष्टवती. गच्छन्तम् इति कस्य विशेषणम्? पिता, पितरं. पितुः, पितृशब्दस्य. तं गच्छन्तं तं दृष्टवती. अद्य, अद्य किञ्चित्, अद्य कश्चित् विशेषः अस्ति किम्? इत्युक्ते पिता त्वयः सह कार्यमस्ति. पितरः, पितुः, पितुः, पितुः कार्यमस्ति प्रायः. अद्य कश्चित् विशेषः अस्ति किम् इति सा पृच्छति खलु. विशेषः नाम किञ्चित् विशिष्टं कार्यमस्ति वा इति. तदर्थं त्वरया गच्छन्तं दृष्टवती अहम् इति अर्थः. समीचीनमस्ति. अस्तु, पुष्पा भगिनी अस्ति वा? कापि आसीत्? अन्य कोऽपि अस्ति यस्य नाम मम पार्श्वे नास्ति? अस्तु, लक्ष्मी भगिनी अग्रे. विनीतः, अहमपि पितरं प्रातः आरभ्य बहुषु कार्येषु त्वरां कुर्वन्तं दृष्टवान्. विनीतः वदति, अहमपि प्रातः आरभ्य बहुषु कार्येषु पितरं दृष्टवान् त्वरां कार्यन्तं, त्वरां कुर्वन्तं पितरं, त्वरां कुर्वन्तं पितरं दृष्टवान्. सम्यक्. कुर्वन्तम् इति कस्य विशेषणं? पितरं. अतः त्वराम् इति का विभक्तिः? तस्य मूलरूपं किम्? त्वरा, मूलरूपं त्वरा, त्वरां कुर्वन्तं. द्वितीया विभक्ति एकवचनं. कुर्वन्तं शब्दस्य शब्दस्य त्वरां कुर्वन्तं पितरम्. कुर्वन्तम् इत्यस्य कर्मपदम्. हृदेशमहोदय अग्रे. माता, माता, पठति वा? सत्यम्. अहं महोदय. कः? किं रजनेशमहोदय अस्ति वा? आं महोदय. पठति वा? माता, सत्यं अहं विद्यालये कश्चित् कार्यक्रमः प्रचलन् अस्ति अद्य विद्यालये कश्चित् कार्यक्रमः प्रचलन् अस्ति तत्र तव पिता उत्तमं गायद्भ्यः छात्रेभ्यः पारितोषिकं दास्यति अद्य विद्यालये कश्चित् कार्यक्रमः प्रचलति प्रचलन् अस्ति इति अर्थे अग्रे तत्र तव पिता उत्तमं गायनभ्यः छात्रेभ्यः पारितोषिकं दास्यति पुरस्कारं पारितोषिकं दास्यति अपि च संस्कृतेन सम्भाषणं कुर्वतीनां विद्यार्थिनीनां प्रवासम् आयोजयिष्यति संस्कृतेन सम्भाषणं विद्यार्थी संस्कृतेन सम्भाषणं कुर्वतीनां विद्यार्थिनीनां प्रवासम् आयोजयिष्यति तव पिता विद्यार्थिनीनां प्रवासम् आयोजयिष्यति कथं विद्यार्थिनीनां संस्कृतेन सम्भाषणं कुर्वतीनां विद्यार्थिनीनां समीचीनं अत्र कुर्वतीनां कुर्वती नाम इत्यस्य मूलरूपं किं कुर्वति तत्र प्रातिपदिकं कुर्वती इति एव अस्ति सत्यं कुर्वती कुर्वती स्त्रीलिङ्गे प्रातिपदिकं भवति कुर्वती अत्र गायद्भ्यः गायद्भ्यः इत्यस्य शब्दपरिचयं ददाति वा गायद्भ्यः तस्य मूलरूपं किं गायन् महोदय गायान् इति प्रथमा विभक्तौ अस्ति प्रातिपदिकं सुब्रह्मण्य महोदय वदति वा अत्र गायत् अस्ति महोदय गायत् प्रातिपदिकम् अस्ति तकारान्त अथवा अत्र गायन् इति प्रथम विभक्तौ एकवचने अस्ति गायद्भ्यः इति अत्र चतुर्थी बहुवचनमस्ति छात्रेभ्य इत्यस्य विशेषणम् अत्र बहु समीचीनमस्ति इति वार्ता अस्ति बहु समीचीनं सम्यक् सम्यक्तया उक्तम् अग्रे गच्छेम तर्हि अभिनवमलय अग्रे महोदय सुचित्रा प्रतिदिनं शिशुमन्दिरं गच्छन्ति मह्यं किं दास्यति सुचित्रा प्रश्नं करोति प्रतिदिनं शिशुमन्दिरं अहं गच्छामि तत्समये भवती मह्यं किं दास्यति सम्यक्तया उक्तं पुनः गच्छन्त्यै इत्यस्य का विभक्तिः किं वचनं तत्र सत्यं लिङ्गं किं गच्छन्त्यै चतुर्थी विभक्ति एकवचनं लिङ्गं लिङ्गं स्त्रीलिङ्गं सम्यक् सम्यक् अग्रे पुनः कदाचित् विद्यालयं गच्छते विनीताय किं दास्यति अपि च यत् समयं विनीतः विद्यालयं गच्छति तं भवती किं दास्यति इति प्रश्नमस्ति यस्मिन् समये विद्यालयं गच्छति तस्मिन् समये किं दास्यते इति न, किन्तु सः तु कदाचित् गच्छति, तस्य कृते किं दास्यति? अत्र गच्छति, गच्छति इत्यस्य शब्दपरिचयं गच्छति इति प्रातिपदिकं गच्छति, गच्छत् गच्छत् गच्छत् क्षम्यताम्, चतुर्थी विभक्ति एकवचनं पुल्लिङ्गं, हा सम्यक् सम्यक्, हा समीचीनमस्ति, तत् विशेषणमस्ति विनीताय इत्यस्य, सन्दीप महोदय विनीतः अस्तु, भवती परिवेषयन्तीं मातरं पश्यतु इति विनीतः वदति, अस्तु प्रश्नान् पृच्छति, अस्तु भवती, भवती इत्युक्ते सुचित्रा एव, परिवेषयन्तीं मातरं पश्यतु, माता इदानीं खाद्यम् अन्नं ददाति, तामेव तां पश्यतु इति, हा हा हा समीचीनमस्ति, परिवेषयन्तीम् इति पुनः का विभक्तिः, कस्य च विशेषणं परिवेषयन्तीम् इति, परिवेषयन्ती इति प्रातिपदिकं द्वितीयविभक्ति एकवचनं मातरं पदस्य विशेषणम्, अस्तु भवानेव अग्रे, सुचित्रा भवानपि चषकात् पतत् जलं वारयतु, सुचित्रा विनीतं वदति, भवान् इत्युक्ते विनीत, विनीतः अपि चषकात् पतत् जलं वारयतु, चषकात् इत्युक्ते पात्रात् पतत् जलं, यत् जलं पतति तज्जलं वारयतु, तस्य निग्रहणं करोतु, यथा न पतति तथा करोतु, हा हा हा वार, हा तस्य वारणं करोतु, समीचीनमस्ति, सम्यक् सम्यक्, अग्रे शिल्पा भगिनी अस्ति वा, महोदय, हा हा वदतु, ओ क्षम्यतां, विनीतः भवती आम् आम् आम्ररसम् अधः पातयन्ति मा पिबतु, अस्य अर्थः कः जानाति वा, पातयति अर्थः न जानामि, भवती तु ज्ञातुं शक्नोति, अर्थं न जानामि इति तत्र कथनं सुलभमस्ति खलु, तत्र पातयन्ति इति कः अर्थः स्यात्, इदं वाक्यं सरलमस्ति, भवती अवगन्तुं शक्नोति, आम्ररसः इति जानाति वा, आम्ररसः आम्रफलम् अस्ति, तस्य तस्मिन् जलं नास्ति किन्तु रसः, रसः रसः रसः रसः रसः, इदानीम् अधः स च रसः अधः पतति, किमर्थं पतति इति कृत्वा, इति कृत्वा कः पातयति, कश्चित् कश्चित् रसं, कश्चित् रसं पातयति, तत्र यथा पठति पाठयति, पतति पातयति, अस्तु तर्हि अवगच्छामि, तर्हि विनीतः वदति भवति आम्रफलम् अधः यदा यत् तत्र यत् तत् इति करोतु यत् आम्ररसं किन्तु यत् इति न इति यत् न तत्र यत् इति तत्र यं भवति खलु यम् क्षम्यतु ओके यम् आम्ररसं भवति पतति तम् आम्र अस्तु तर्हि यम् आम्ररसं भवती पातयति तम् आम्ररसं मा पिबतु हा सम्यक् सम्यक् अवगतत् हा अवगच्छति हा सम्यक् अस्ति यम् आम्ररसं भवती एव पातयति तं मा पिबतु इति नाम तत्र बालकाः तथा वदन्ति न तथा तत्र गृहे यदा गृहे तथा वदन्ति परस्परसम्भाषणं तादृशं भवति कदाचित् तर्हि आम्ररसं तं तत्र पातयन्ति पातयन्ति इत्यस्य विशेषणं किं पातयन्ति नाम आम्ररसम् अधः पातयन्ति भवति इति भवति अत्र येन अर्थः सम्यक् स्यात् तत्र शब्दक्रमः तथा कृतः अस्ति अस्तु सुब्रह्मण्यं महोदय अन्तिमभागः महोदय माता आम् किम् इति वाक्यस्य अर्थः अहं भिन्नम् अवगच्छामि आम् भवती आम्ररसम् अधः पातयन्ति मा पिबतु इत्यर्थं भवती आम्ररसं पिबतु किन्तु अधः न पातयतु तादृश अर्थः नास्ति किन्तु मा पिबतु मा इति तत्र स्थापितमस्ति यत्र नाम मा इति अव्ययपदमस्ति खलु अव्ययपदम् अव्ययपदमिति कृत्वा तस्य तत्र यत्र अव्ययपदमस्ति तस्य विभक्तिकत्वं नास्ति इति कारणतः शब्दक्रमस्य महत्त्वम् अस्ति मा इति शब्दस्य अनन्तरं यत् पदमस्ति तस्य निराकरणमस्ति मा पिबतु मा पिबतु इति अर्थः अस्ति नाम नाम तत्र पानं न स्यात् भवत्याः मा पिबतु किन्तु महोदय मा पिबतु किन्तु पातयन्ति मा पिबतु पिबतु किन्तु पातयन्ति अधः पातयन्ति मा पिबतु नाम पातयन्ति नाम मा पातयतु इति अर्थः नास्ति किन्तु मा पातयतु इति अर्थः नास्ति अत्र पातयन्ति नाम आम्ररसः पतति एव इदानीं आम्ररसः पतति यः नाम यः आम्ररसः अधः पतितः अस्ति तं मा पिबतु इति अवश्यम् अर्थः अस्ति अत्र न कापि शङ्का अस्ति मा इति पातयन्ति इत्यस्य पदं नास्ति पिबतु इत्यस्य यतोहि यथा मया उक्तम् अत्र मा इत्यस्य विभक्तिकत्वं नास्ति तदर्थं यस्मात् प्राक् आयाति मा तत्र अन्वयः तत्र भवति मा पिबतु आम्ररसः अधः अस्ति तं मा पिबतु अस्तु अन्तिमभागं सुब्रह्मण्यं महोदय माता अलं कलहेन अहम् उष्णां रोटिकां ददति क्षम्यतां महोदय अलं कलहेन अहम् उष्णां रोटिकां ददती अस्मि उत्तमाः बालकाः खादन्तः कलहं न कुर्वन्ति माता वदति अत्र विनीतः सुचित्रा द्वयोः अपि मध्ये किञ्चित् सम्भाषणं भवति तस्मिन् सन्दर्भे माता वदति मा कोलाहलं मा करोतु, कलहं मा करोतु, अलं कलहेन. अत्र अलम् इत्यस्य अत्र कलहेन इति तृतीया विभक्ति भवति अलं शब्द समीपे उपपदविभक्तिः अस्ति. उपपदविभक्तिः अस्ति अत्र. अहम् उष्णां रोटिकां ददति अस्मि इत्युक्ते अत्र माता रोटिकाम् इदानीमेव पचति, तां रोटिकाम् उष्णां रोटिकां ददामि द्वयोः कृते. उत्तमाः बालकाः खादन्तः कलहं न कुर्वन्ति इत्युक्ते अत्र यदा तदा अथवा याः बालकाः सम्यक् प्रवर्तनं कुर्वन्ति ते यथा खादन्ति, यदा खादन्ति तस्मिन् समये कलहं न कुर्वन्ति इति. सम्पूर्णं बहु सम्यक् अस्ति, अत्युत्तमम्. अस्तु तर्हि समयः जातः अस्माकम्. अग्रिमे सप्ताहे अन्तिमभागं परिसमाप्य तत्र शानच् शानजन्त रूपाणां तत्र किञ्चित् परिशीलनं करिष्यामः तर्हि. अस्तु, धन्यवादः सर्वेषां. नमस्कारः. नमस्कारः. धन्यवादः. नमस्कारः.